पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 5 व्यास उवाच अस्तितालध्वजा नाम नगरी त्रिदशोपमा सर्वलोकेषु विख्याता प्रकीर्णा गुणिनां गणैः तत्रासीद्विक्रमो नामा राजा शुद्धकुलोद्भवः धार्मिकः सत्यवादी च प्रजापालनतत्परः तस्य हारावदी नाम वल्लभा भुवि दुर्लभा आसीत् स्वकीयवदनप्रभाजिदशशिप्रभा तस्य सैव प्रिया राज्ञस्त्रीगणेऽपि च तिष्ठति गङ्गेव सरितां भर्तुस्तिष्ठत्यपि सरिद्गणे भूदेवदैवपरधकालेन क्रियता द्विज व्यजायद सुदस्तस्यां सर्वलक्षणसंयुतः शास्त्रोक्तविधिना तस्य स राजा सर्वशास्त्रविद माधवेदि ततो नाम चक्रवर्ती चकारः ततोऽसौ माधवो विप्रकालेन कियदा बली सर्वविद्यासरित् पारङ्गदः सद्गुणसङ्गदः अधासौ यौवराज्येन राज्ये नरपतिसुतं सिक्तवांस्थं महीदेव सर्वदेवगणार्चकम् एकस्मिन् दिवसे विप्र चतुरङ्गबलैर्वृतः जगाम कौतुकेनासौ मृगयायै महद्वनम् तत्र हत्वा बहून् जन्तून्मद्याह्ने समये ततः कृतवान्नगरे गन्तुमुद्यमं विपिनादसौ नगरं स्वकमागच्छत् स सैन्यो माधवो मुदा ददर्श युवतीमेकां सरसिस्नानतत्पराम् स्नानार्हद्रव्यवसनैर्व्यक्तीकृतकलेवरां स्वकीयमुखसौन्दर्यजितपूर्णनिशाकरां सुवर्णकुण्डलद्वन्द्वविभ्राजद्गण्ठमण्डलां सुदीर्घकेशकैश्चन्न निदम्बां चारु हासिनीं सुवर्णपद्मकलिकां चारून्नदपयोधरां मृकारिकृशमध्यां च वसन्ते कोकिलस्वरां यूनां मनोहराराज्ये कन्दर्पेण महात्मना आरोपिता पदाकेव सुन्दरी सा व्यजायत तादृशीं तां समालोक्य प्रान्तरे सङ्गवर्जिते ककामवशगो न स्याक्षितौ प्राणान्वहन् पुमान् अध विक्रमपुत्रोऽसौ तामालोक्यवराननां कन्दर्पबाणव्रणिद हृदयश्चेति चिन्तयन् एतस्यासदृशी कापि न दृष्टा क्षितिमण्डले एतामिह समालिङ्ग्य सफलं जन्म चेष्यते श्रेष्ठोऽस्मि सर्वलोकानां वयस्तेजो गुणैरहम् यद्यपीन्द्राङ्गनेयं स्यान्नेतव्याद्य तथापि च परस्त्रीहरणेयो वा दोषो भवति साम्प्रतं को वा शक्नोति तद्वक्तुं यदो राजा पिता मम। इति सञ्चिन्त्य मनसा सुदृढं तेन कामिना दूरे संस्थाप्य सैन्यानि ययौ सास्नादि यत्र ऐश्वर्यं च मदश्चैव कामश्चैव महीतले त्रय एते विवेकस्य तेजोघ्नन्ति किमद्भुतं पितास्य दुरितध्वंसी धर्मरक्षाकरो नृणां दिक्स्वयं कामदेवोऽसौ मोहयत्यखिलं जगद तमायादं समालोक्य वेगेन महता ततः एकाकिनी सारमते भृशं चिन्ताकुलाभवद एकाकिनीं समालोक्य कान्तारस्थां स यौवनाम् अयं धावति वेगेन तन्मे मनसि वर्तते जल्पन्ति मुनयः सर्वे धर्मो रक्षति रक्षितः न च ज्ञातव्यमत्रैव किमत्र च भविष्यति सहायहीनं यस्थानं पुरो धावति शत्रवः श्लाघ्यं पलायनं तत्र निवासप्राणनाशकः इत्यालोच्य वरारोहा सव्यकच्छे खडं ततः कृत्वा पलायने भीत्या मनश्चक्रे सरोवराद तदस माधवश्चापि जवेन महदा द्विज एवं तस्याः पुरो गत्वा प्रसारिदकरस्थितः श्रीमाधव उवाच वराङ्गने चारुदेहे सुयौवनबलान्मम पलायसे मनो हृत्वा हतोऽस्म्यहमचेतनः किं नाम चञ्चलापाङ्गि चार्वङ्गि तव खक्पतिः स्वर्गात् किं वा गदासि त्वं तुत्तुल्या नास्ति भूतले सुन्दरि त्वमिह श्रेष्ठा सर्वलक्षणसंयुधा कथं वहसि पानीयं तासीव कमलानने पयोधरौ शादकुम्भौ सदा वहसि वक्षसि कक्षेण जलकुम्भं च कोमलाङ्गीदमद्भुतम् दिवाकर करात्यन्त संतप्ते पथि लोहिताः पादाङ्गुल्यन्तरा भान्ति जपानां कलिका इव शुश्रोणि भज मां प्रीत्या त्यज कुम्भं वरानने तव दुःखावसानोऽभून्मम दर्शनमात्रतः श्रीमद्विक्रम भू भर्तुः पुत्रोऽहं माधवाह्वयः सर्वभावैर्भविष्यामि वराङ्गस्तव सुन्दरी मम स्त्रीगणमध्येषु सुभगात्वं भविष्यति सुपुष्पवल्ली मध्येषु द्विरेफ स्येव मालती अथवा मम वाक्यं त्वं गर्वाल्लङ्घितुमिच्छसि न त्यक्षामि तथापि त्वां यतोऽहं नृपते सुतः व्यास उवाच तेनोक्तं वचनं श्रुत्वा पन्थानं प्रविहाय सा तस्तावधो मुखी विप्रप्राहेति च शनैः शनैः कदापि चेत्परस्यापि न शृणोति वचो मम तथापि लज्जां संत्यज्य वक्ष्यामेव भवाग्रदः। तथा ह्यहं महावीर सुबाहुक्षत्रियप्रिया नयामि देवपूजार्थं जलं चन्द्रकलाह्यहम्। यद्वजो भवदा प्रोक्तं न च तत्त्वत्कुलोचितं त्वद्वंश प्रभवा सर्वे परस्त्रीषु नपुंसकाः। अहमेकाकिनी नारी वीराणां प्रभवो भवान् बलादालिङ्ग्य मामत्र यश किं ते भविष्यति। परस्त्रियं समालिङ्ग्य क्षणमात्र सुखं भवेद्, इहापकीर्तिशेषं च दुःखं कल्पशताधिकं। कर्मभूमिरियं शूर पुण्यमत्र विधीयतां, परस्त्रीहरणे चित्तं कदाचिन्मां करिष्यसि। लोभात् प्रवर्तते कामकामात् पापं प्रवर्तते, पापान् मृत्युर्मृतेऽपि स्याद्दुस्तरे नरके स्थितिः। सर्वेऽपि त्वद्गुणाव्यर्थं त्वज्जन्मापि च निष्फलं, कामस्य वश्यतां गत्वा रन्धुमिच्छेः परस्त्रियं। मांसमूत्रपुरीशास्ति निर्मितं मे कलेवरं, ये तद्देव समालोक्य स्मरस्य वश्यतां गतः। भूपालवंशोत्पत्तित्वात् पौरेभ्यो न बिभेषि किं, मस्तकोपरि गर्जन्तं नेक्षसे समवर्तिनम्। ग्रसन्ति बडिशं मत्स्यास्ते सर्वे ज्ञानवर्जिताः, ज्ञानी चेत् प्राप्य बडिशं भवान् कस्माद् ग्रसिष्यसि। विवेकस्त्रिषु लोकेषु सम्पदां परमं पदम्, अविवेको हि लोकानामापदां परमं पदम्। तयोक्तं वचनं श्रुत्वा माधवकाममोहितः उवाच जैमिने वाचं विनयावनदः पुनः। कवोद्वीक्षणनारा च धाराजर्जरमानसं, प्रिये मां त्राहित्राहीति तवास्मि शरणं गदः। तावत्प्रियतमानारी यावत्तिष्ठति यौवने, मृणालकोशां नलिनीं हेम भृङ्गो न गच्छति। प्रसीद हरिणी नेत्रे रक्ष मां सेवकं स्वकं, त्वद्वाचं नीरसां श्रुत्वा भिनत्ति हृदयं मम। चन्द्रकलोवाच त्यज दुःखं महावीर शृणु मद्वचनं शुभम्, प्रवक्ष्यामि मनो दुःखं हन्तुं यद्भवतः क्षमां। समुद्रपारे विख्याता पुरन्दरपुरोपमा, प्लक्षद्वीपेऽस्ति दीप्यन्ती विख्याता संज्ञया पुरी। गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः, आस्ते सर्वगणैर्युक्तः प्रतापेऽग्निसमो बली। सुशीला नाम तद्भार्या सर्वलक्षणसंयुधा, सेवावशी कृतस्वामि हृदया सदया जनैः। सुलोचनाख्या तत्कन्या वीर तत्कुक्षिसम्भवा, सदूहरूपैरजयत् सकलान् सुन्दरी गणान्। तस्यारूपं गुणौखं च वर्णितुं भुवि कः क्षमः, तद्रूपदर्शमालोक्या सृजधन्यां स्वयं विधिः। अह मासं महावीर तस्या दासी नृपात्मजः समागतास्मि दैवेन त्वद्देशं प्रति सुन्दरी तत्समा सुन्दरी नास्ति त्वत्समो नास्ति सुन्दरः गृहाणतां विवाहेन स्वर्गभोगं यदीच्छसि जम्बूकीं बलवान् सिंहो विहायाङ्गगदामपि हस्तिनीं न हि किं धत्ते यत्नदः प्रतिपत्तये उद्योगी पुरुषो लोके लभते परमां श्रियम् उद्योगेन विना ब्रूहि किं कार्यं भुवि विद्यते व्यास उवाच तस्यास्तद्वचनं श्रुत्वा माधवो माधवार्चकः दूरीकृत्य स्मरोद्भावं तामित्याह वराननां माधव उवाच केन चिह्नेन तां कन्यां ज्ञास्यामि कमलानने तन्मे कथय शुश्रोणि यदि ते मय्यनुग्रहः सिन्धुपारप्रदीपाज्ञकथं यास्यामि मानुषः भविष्यति तया सार्धं कथं सन्दर्शनं मम चन्द्रकलोवाच तस्यास्तु वामजघने तिलकं तिलसन्निभम् अस्ति तद्दर्शनेनैव ज्ञास्यसि त्वं सुलोचनाम् उच्चैश्रवसंज्ञस्य तुलगस्य महात्मनः त्वन्मन्दुरायां पुत्रोऽस्ति सर्वगामी हयोत्तमः तमश्वश्रेष्ठमारुह्य जवेन पवनोपमं गमिष्यसि समुद्रान्तं सुखसाध्यामहीयतः ततो भूपालपुत्रोऽसौ ससैन्यो गृहमागतः सापि चन्द्रकला साध्वी सुप्रीता स्वगृहं गदा विचिन्त्य वचनं तस्य माधवोदि त्वरान्वितः चिन्ताकुलितचित्तोऽसौ सहसा मन्दुरां व्ययौ तत्र बद्धाञ्जलिर्भूत्वा वैक्रमिर्विक्रमान्विदः तुरङ्गमानिधिप्राह गणयुक्तान्महाबलान् माधव उवाच यूयं सर्वे महात्मानः सर्वलक्षणसंयुताः समुद्रपारे मां नेतुं कः शक्नोति तुरङ्गमः अथ ते तुरगा सर्वे श्रुत्वा तद्वदनं भिया परस्परं क्षिदि मुखास्तस्तुर्नो नेदुमुद्यताः अधैकस्तुरगस्तत्र समस्तलक्षणैर्युधः माधवस्य पुरो गत्वा वाचमेतामुवाचः अहं भवन्तं नेष्यामि सिन्धुपारं न संशयः किं त्वा कर्णयदुःखानि मदीयानि नृपात्मज अन्यभुक्तावशिष्टं यत्तृणं मम भक्षणं ग्रन्थिकोटिप्रयुक्ताभिरज्जुभिर्मम बन्धनं स्वप्नेऽपि व्रीहयो वीर न दृष्टा बलिना मया अन्येषामपि भोगानां का कथात्र नृपात्मजा गौरवेण विना वीर न सदां विक्रमो भवेद् जनिष्यति कथं वह्निर्विना काष्ठं हृदादिभिः अहमी दृगिमे सर्वे नानाभूषा समन्विताः न तु सिंहसमाश्वानः सर्वाभरणभूषिताः प्रदक्षिणाकारतया सशैलद्वीपसागराः क्षणमात्रेण पृथिवीं शक्नोमि भूपदे प्रभो माधव उवाच क्षमस्वदोषं सकलं मत्पित्रा विहितं हय अद्य प्रभृति मुख्योऽसि मन्दुराभ्यन्तरे मम परेण दत्तः सन्तापः सदा तिष्ठति नोत्तमे सलिलं वह्नि सन्तप्तं क्षणाच्चीदलतां व्रजेद स्वमाधुर्यैर्भवेदिक्षुः क्षणमपि हि तृप्तये इत्युक्त्वा तं नमस्कृत्य तुरङ्गं नृपनन्दनः तदशुभे क्षणे तस्य पृष्ठमारुह्य वाजिनः प्रचेष्टाख्येन भृत्येन विलङ्घ्य जलधिं ययौ पुरीं सर्वगुणैर्युक्तां पुरन्दरपुरोपमां जगाम माधवो भ्राजन् सौधावलिभिरुज्ज्वलां तत्रोपस्थां च युवतीं गन्धिनीं माधवो द्विजः दृष्ट्वा स्मितमुखो वाक्यमुवाचेति च कोमलं वृद्धे मादरकं पार्थो दीनमेकं तवालये स्थातुमिच्छामि काज्ञादे धनवान् माधवाह्वयः आदिधेयी गन्धिनी सा तमादायातिथिं तदः हर्षित्वा स्वगृहं तत्र जगामात्यन्तभक्तितः यथोक्तविधिना विप्र तया तस्यार्हणा कृता माधवस्तां निशां निन्ये चिन्ताव्याकुलमानसः अध प्रभादे विमले गन्धिन्याः पुरतो द्विज माधवः सकलं कार्यं कथयामास भूसुरः देवी सुलोचनायाश्च तस्मिन्नेव दिने शुभे गन्धादिवासनं कर्म रचयामास सा च तद श्रुत्वाधिवासनं कर्म राजपुत्र्यास्तदो द्विज शोकसागरकल्लोलनिकरो माधवो भवद यदर्थं राज्यवत्सधिर्मया त्यक्ता तदिच्छुना यदर्थं बान्धवास्त्यक्ता लङ्कितश्च महोदधिः अद्यैव तस्य दैवेन भविष्यत्यधिवासनं निष्फला सकला एव यावन्तो विहिताश्रमाः किन्तु लोका न जल्पन्ति माध्व्या मुग्धो गतोऽखिलं कोऽपि भग्नोद्यमो न स्यात् प्रज्ञात्वा कार्यनिश्चयं यद्विचिन्त्य मनसा माधवो सौ पुनः पुनः मालापुष्पाधिके कार्यं लिलेख प्रेमवर्णितं कन्ये माधवनामाहं कुमारो धरणीपदेः कालध्वजाधिराजस्य विक्रमस्य महात्मनः त्वच्चेडि तत्र काप्स्यति कन्ये चन्द्रकलाह्वया तया तव गुणग्रामकथितो मे पुरा किल त्वद्गुणग्रामसंलग्नचित्तोऽहं निम्नसागरम् विलङ्घ्य तुरगारूढसमा यादपुरीं तव अधुना मां वरत्वेन वृणुकन्ये सुलोचने यतः संसारमध्येऽस्मिंस्तवास्मि शरणं गदः यथा गुणवदीं त्वां हि नान्यो जानादि तत्पुमान् सरोजिनी गुणं वेत्ति भृङ्ग एव न दर्दुरः शुभ्रस्य जलदस्यापि गगनैकस्य नोदयः तथापि न भजे धन्यं विना चन्द्रं कुमुद्वती अध तल्लिखनं वीरो मालाकारप्रियाकरे स्वर्णाङ्गुलीयसहितं ददौ स विनयो नृपः पुष्पमालान्तरे कृत्वा तं लेखं साङ्गुलीयकं राजपुत्री समीपे सा गन्धिनी तरसाययौ पुष्पमालां बलिं तस्यै दत्त्वा सा गन्धिनी ततः तस्थौ बद्धाञ्जलिर्भूत्वा दूरं गत्वा भिया कियत् ततः सा राजतनया लिखितं साङ्गुलीयकं विलोक्य सकलं मूलात् पपाठात्यन्तपण्डिता सापि तत्पृष्टपत्रे तु तद्योग्यमुत्तरं द्विज अखिलद्विस्मिता कन्या यद्यच्च सर्वमुच्यते राजपुत्रमहाबाहो त्वद्वाक्यमखिलं श्रुतं शृणु सप्तमवाक्यं मे यथोचितमिदं वचः अद्याभिवासनं कर्मश्वो विवाहो मम ध्रुवं पितुर्यत्सम्मदं कार्यं पृथिव्याङ्कोऽपि न त्यजेद कार्ये तु दुःखसाध्येतु कार्यो नाधिश्रमो जनैः कार्ये सिद्धे श्रमो न स्यादसिद्धे श्रम एव हि तथापि शृणु वक्ष्यामि येन प्राप्नोति मां भवान् यदर्थो भवदा चैव समुद्रोऽपि च लङ्घितः मया प्रदक्षिणीकार्यो वरो विद्याधरो ह्ययम् तत्पुरोहं गमिष्यामि नानाभरणभूषिता वाम बाहूर्ध्वं कृत्वा च वीरस्यान् मम सम्मुखः येन मां शक्यते नेतुं समे भर्ता भविष्यति सत्यं सत्यमिदं सत्यं पत्रेऽस्मिल्लिखितं मया अन्यथा सुदृढं कार्यं लङ्घितुं न हि शक्यते यद्विलिख्य सा कन्या तस्या एव करे ददौ सापि तत्पत्रमादाय गता माधवसन्निधिं तया यल्लिखितं पत्रे तत्पठित्वादु माधवः भूयोऽपि लिखितं विप्र लिलेखात्यन्तकौतुकैः त्वया यदुक्तं हे कन्ये धन्ये धन्यकुलोद्भवे तदेव मन्मदं सर्वं कोऽपि नास्त्यत्र संशयः तदस्तु गन्धिनी भूयो गत्वा तन्निकटे द्विज ददौ सुलोचनायै सा लिखनं सुन्दराक्षरम् अथ तल्लिखनं ज्ञात्वा कुमाराङ्गीकृतं द्विज बभूवात्यन्तसंहृष्टा विस्मिता च पुनः पुनः तस्मिन्नसंशयं कार्यं यदासौ स्वीकृतं ददौ तदा किं स्वयमिन्द्रो वा यन्मायामाधवः पुमान् इह लोके परत्रास्ति स्नेहभूमिः पदिः सदा विना सन्दर्शनेनापि न वरत्वे हृदो मया इति सञ्चिन्त्य सा साध्वी निःश्वस्य च पुनः पुनः स्नानव्याजाद्गदावासं गन्धिन्याश्च सहालिभिः हस्ते विधृत्य तां कन्यां गन्धिनी सा पुरन्ध्रिका माधवं दर्शयामास शयानं मञ्जकोपरि तं समालोक्य सा कन्या कन्दर्पसदृशं ततः रोमाञ्चितं समस्ताङ्गमुदा तं पश्यति क्रमाद तन्नेत्रयुगलं तस्मिन्यत्र यत्र निमज्जति कष्टदृष्ट्या जनान्यत्र तस्मान्नामात्र गच्छति साक्षादयं वा कन्दर्पो देवकीनन्दनोऽपि वा सर्वो वा विषयाधीश साक्षाद्वा पार्वतीपतिः रूपैरेदैर्जगन्मध्ये मानुषो न हि जायते अनेन स्वामिना जन्मसफलं हरिणी दृशः मद्भक्तिवशगो भूत्वा विधातात्यन्तयत्नदः यदाहं कन्यका जादा तदैनं किं ससर्जः अद्य प्रभृति नाथोऽयं स्वयं नास्त्यत्र संशयः इत्युक्त्वा सा मदिं चक्रे गन्तुं निजगृहं प्रति गन्धिन्युवाच कन्ये युक्तिरियं भद्रे त्वयापि हृदि सेव्यतां यथा सुमूर्तिः पुरुषो न तथा धादिनिन्दया उल्लासो गात्रभङ्गश्च मन्ददृष्टिश्च विस्मितम् सर्वाणि विष्णुचिह्नानि निद्रायां मृगलोचने सन्दष्टौष्ट पुडाक्षेपात् प्रोक्तो नोत्तिष्ठति ध्रुवं शनैः शनैकरं तस्य स्वकराभ्यामदर्शयद त्वां द्रष्टुं राजकन्याया संधृत्या गमनं शृणु श्रुत्वैतत्सोऽपि चोत्तस्थौ सम्भ्रमाक्रान्तमानसः विनया वनदो वाह्यं माधवश्चेत्युवाच तां माधव उवाच कन्ये मज्जन्म सफलं श्रमश्च सफलो मम त्वच्चारुवदनां भोजं साक्षादेव मयेक्षितम् सकलैर्यौवनैः कन्ये त्वं वरत्वेन मां वृणु त्वद्योगोऽस्ति वरो नान्यो मां विना भुवि सुन्दरि सुलोचनोवाच सुखदे त्वं मम स्वामी भाग्येन महदा भवेः मया यद्वचनं प्रोक्तं तदेव सुदृढं खलु आज्ञां कुरु महाभाग गच्छामि निजमन्दिरं माधव उवाच तिष्ठेदि यदि वा वच्मि कन्ये गर्वस्तदा भवेद् गच्छेदि वचनं वक्तुं नयादि वदनान् मम स्वयं विचार्य चार्वङ्गि यद्युक्तं तद्विधीयताम् सत्येह वचनं तस्मिन् भविष्यसि सुतत्परा इत्युक्ता तेन सा कन्या हर्षिता स्वगृहं गदा तत्रैव माधवस्तस्थौ वृदो बहुपरिच्छदैः चारुविद्याधर एव स्थितो विद्याधरो वरः तत्रस्ताश्च जनाः सर्वे स्रक्चन्दनविभूषिताः दिव्याम्बरपरिधाना रेजुर्देवगणा इव क्वचित् गीतं क्वचिन्नृत्यं क्वचित् कोलाहलध्वनिः क्वचित् केन प्रदीपालिस्तत्पुरे समवर्तत केषितैः सप्तिवृन्तानां हस्तिनां चैव ब्रह्मितैः हर्षस्वनैश्च पत्रीणां पुरिदा कगुभो दश नानापताकानि वहैर्धवलैर्नृपसत्मभिः समं ताद्गगनं सर्वं व्याप्तं हि यत्र जैमिने केऽपि शङ्खान् समादद्मोद्धकाढिण्डिम सक्षरान् पादयां चक्रिरे केऽपि मधुकोहलकादिकं ततो युवतयः सर्वा सरोजकोरकस्तथा ललितानि सुगीतानि जगुश्चन्द्रनिभाननाः परस्परं यौवनदो कर्षणच्युतमालया प्रस्वेदाम्बुगलद्गन्धैर्बभौ कन्येव तत्र भूः गम्भारी काष्ठरजितं पीठमारुह्य सुन्दरी ज्ञादिभिर्वेष्टिदायादा वरं स्थानं सुलोचना अत्रान्तरे विक्रमपुत्र एष शय्योपरिष्ठात् किल लब्धनिद्रः न वेददैवेन विवाहकार्यं सुलोचनायाश्च सुलोचनायाः विधादृमायाशदमोहितानां कदापि न स्याद्भुवने सुखाय तदस्वसङ्केतविधिं जनोऽयं विस्मृत्य निद्रामभजत्सुखेन वनं परित्यज्य कृशानुभीत्या जलं प्रविष्टा नलिनी सुखार्थं संदह्यते तत्र हिमानलेन यद्यस्य कर्मण तदन्यथा स्याद् वेदादिशास्त्रमखिलं प्रपठन्तु लोकाः कुर्वन्तु नामक्षिदिपालसेवाम् उग्रं तपःप्रतिदिवं प्रति साधयन्तु न श्रीस्तथापि च भजत्यधिभाग्यहीनम् मस्तकोपरि तिष्ठन्ति दुःखानि च सुखानि च अन्यकाले समायान्ति हडादज्ञानि सत्तम निद्रावन्तं समालोक्य माधवं दुःखभागिनं प्रचेष्टश्चिन्तयामास जानन् सङ्केतमेधयोः धिगस्त्वमुं राजपुत्रं दैवमायाविमोहितः विस्मृत्य निज सङ्केतं निद्रां सम्प्राप्य सेवते असौ दुःखागदा कन्या वरस्य निकटेऽधुना किं भवेन्नयने तादृक् सङ्केतं यादि निष्फलम् तिष्ठत्वं वै पापकर्मन्निद्रां संसेव्यमस्तके मया हयं समारुह्य नेदव्या सा वराङ्गना कन्यारत्नं च रत्नं च मुदा प्राप्नोति दुर्लभं तदा किं सेवया कार्यं माधवस्यास्य दुर्मदेः धनार्थं क्रियते सेवा सर्वभावेन भूभुजां तच्चेन्मुदा स्वयं प्राप्तं सेवा दुःखेन किं तदा प्रचेष्ट इति सञ्चित्य समारुह्य तुरङ्गमं सा राजकन्या यत्रास्ते ययौ तत्र नभःपथा वरं प्रदक्षिणीकृत्य स्मरन्ती समयं स्वकं वामहस्तं समुद्धृत्य तस्थौ विद्याधराग्रदः हस्ते विधृत्य तां कन्यां प्रचेष्टोदिजवेन सह पृष्ठे निवेशयामास सप्तेस्तस्य महाबलः तां राजपुत्रीमादाय पुरीं काञ्चीं सुशोभनां सामधासौ समालोक्य प्रचेष्टोदित्वरान्वितः उवाच प्रवहन् पाणिं नष्टमानससाध्वसः प्रचेष्ट उवाच समुद्रान्तरतीरस्थां काञ्चीं नाम पुरीमिमां पश्य सर्वत्र विख्यातां जनसर्वसुखप्रदाम् अत्र माधववीरस्य तस्य विद्याधरस्य वा कस्यापि च भयं नास्ति पश्य चन्द्रनिभानने मच्चित्तेऽन्धनसंलग्नां कामानलशिकावलिम् कुजकुम्भकरैसिद्धं निर्वाणं देहि सुन्दरी त्वच्चारिमुखपद्मेऽस्मिन् मन्मुखभ्रमरोऽधुना इच्छेत्पादुं मधुन्यत्र पात्न्यादे तिष्ठति प्रिये त्वच्चारुगात्रसंस्पर्शाक्षरैस्तु दधि मां स्मरः त्राहि त्राहि प्रिये त्राहि तवास्ति शरणं गतः इति ब्रुवन्तम् सम्मूढमभिवीक्ष्य वराङ्गना शोकाग्नितप्तसर्वाङ्गी चिन्तयामास चेतसा अयं मूढो दुष्टचेष्टप्रचेष्ठो नाम वेधसा लिखित किं ललाडे मे यन्मया हा हदास्म्यहम् क्वमादा क्व च मे ताद क्व च विद्याधरो वरः अनेनाहं समानीता दिगत्सु खडनां विधेहे अयं लोकात् प्रकुर्वन्ति गर्वं जगति सर्वदा वेत्ति चेदुं गर्ववृक्षं विधादा खडनासिना तथापि विपदे धैर्यं निर्भयत्वं च तत्परम् उपायाश्चेदि चत्वार प्रशस्या दीर्घदर्शिभिः इत्यालोक्य हृदा कन्या वचोभिः कोमलाक्षरैः प्रचेष्टं प्रत्युवाचासौ सर्वकार्यविचक्षणा सुलोचनो वाच दृढं कुरु मनो वीर कन्याहमविवाहिता मां समालिङ्ग्य मोहेन कथं यास्यसि दुर्मदे शास्त्रोक्तविधिना वीर विवाहेन गृहाण माम् तव सेवां करिष्यामि दासीवत्कोत्र संशयः त्वं मे प्राणाश्च मित्रश्च भूषणं बान्धवास्तथा अनन्यगदयो नार्यो भवान्नीदिमवैति किं विवाहयोग्यवस्तूनि विवाहार्थं समानय मत्पाणिग्रहणं शीघ्रं कुरु जाड्यं गृहीति च अन्तर्दृढं बहिश्लक्ष्णं बदरी फलवध्वजः आकर्ण्य तस्या मूढोऽसौ परमां प्रीतिमाययौ तुरङ्गमं च तां कन्यां संस्थाप्यैकत्र दुर्मदिः करकङ्कणमादाय तस्यास्तत्पुरमाययौ ततः सा चिन्तयामास विधिं नूनम् प्रशस्य तं यद आवां परित्यज्य मूढोऽसौ हर्षितो ययौ किं कर्तव्यं क्व गन्तव्यं क्व स्थातव्यं मयाधुना अधिसङ्कटकार्येऽस्मिन् निस्तारो मे भवेत् कथं यदाहमत्र तिष्ठामि किं वदिष्यन्ति ते तथा पुण्यतीर्थं समासाध्य परत्र जन्मकाम्यया पञ्चदां प्रदियास्यामि साभिश्रेयस्करीयदः मद्वियोगादयं मूढो न विद्याधर माधवौ जीविष्यन्ति त्रयोऽप्येदे क्षणमात्रमभिस्मरन् मयि हिधायामे तेषां भवे जीवनरक्षणं मृतायामपि यास्यन्ति त्रयोऽप्येदेदु पञ्चदान् मामुद्दिश्य यदा प्राणाः यक्ष्यन्ते तेऽत्र मे जनाः भविष्यामि तदा नूनमहं तद्वधभागिनी इदानीं पुण्यतीर्थेषु यष्टव्यो भगवान् हरिः तस्मिन् प्रसन्ने भद्रं मे सर्वमेव भविष्यति प्राणेषु च विनष्टेषु सर्वमेव विनश्यति तेषु स्थितेषु सकलं स्तोकस्तोकेन सिध्यति निशावशिष्टानलिनी किमा करे दूरीकृते चण्डकरेण भास्वता सुगन्धपुष्पप्रकरोति सुन्दरी नाप्नोति किं भृङ्गवरस्य सङ्गमम् कृता विचिन्त्येदि वराङ्गनासा सप्तिं समारुह्य महाजवं तं तप्तुं तपःसागरविष्णुपत्न्योर्जगाम विज्ञोत्तमसङ्गमाय तस्मिन् क्षेत्रवरे पुण्ये गङ्गासागरसङ्गमे वसेद्राजा सुषेणाख्यः सोम वंशसमुद्भवः गन्तुं तस्य सभां राज्ञश्चेदसा व्यचिन्तयद मया युवत्या कर्तव्यं कथं भूपाददर्शनम् अधिवासनसूत्राणि सदूर्वाणि भुजे मम कन्याहं तुरगारूढा युवती सङ्गवर्जिता चारित्रं मामकं नूनं मनोविस्मयकारकम् आत्मानं गोपयित्वाहं यास्यामि नृपदे सभाम् इन्द्रजालप्रभावेण सा भूत्वा पुरुषाकृतिः प्रविवेशसभां राज्ञः सुधर्मामिव जैमिने तं सपन्नमिवायान्तं शक्तिहस्तं हयासनं स्वयं पप्रच्च भूभालकस्त्वं कुत इहागतः तस्यैतद्वचनं श्रुत्वा सा कन्या पुरुषाकृतिः प्रणम्यो वाच राजानं सुहृदं सज्जनाश्रयं देववीरवरो नाम पुत्रोऽहं पृथिवीपदेः वर्तनाय समायादस्त्वद्राज्यं प्रति सम्प्रति यद्यत्कार्यमसाध्यं स्यात् तदेव साधयाम्यहं मयि स्थितेन मद्भर्तुः कुत्रापि स्यात् पराजयः इति श्रीपद्मपुराणे क्रियायोगसारे वीरवरप्रदर्शो नाम पञ्चमोऽध्यायः ॐ